नमस्ते, तर्हि अद्यतनकरपत्रमस्ति धातुपाठे हल्सन्धिः इति. तर्हि तत्रैव मध्ये प्रथमम् आरम्भतः किञ्चित् पुनः आलोकयामः. तर्हि विद्या भगिनी वदति वा हल्सन्धिविषये कुत्र कुत्र भवति? यदि धातुतः प्रत्ययाः विहिताः भवन्ति, यदि प्रत्ययः अच् वर्णैः आरभ्यते अथवा य व र म इत्येते वर्णैः आरभ्यते चेत् तत्र हल्सन्धिः न भवति. परन्तु यदि धातुः हलन्तः अग्रे थ थ ध स एते प्रत्ययाः सन्ति चेत् तत्र हल्सन्धिः अवकाशः अस्ति. यदि हल्सन्धिः भवति चेत् तर्हि पूर्ववर्णस्य विकारः भवति अथवा परवर्णस्य, कुत्रचित् पूर्वपरयोः अपि विकारः भवितुम् अर्हति. अग्रे अपि वदामि वा भगिनि? वदतु भगिनि. अग्रे हल्सन्धिपाठः चतुर्षु विभागेषु विभक्तः. प्रथमं यदि हलन्तधातुभ्यः लङ्लकारस्य त अपि च प्रथमपुरुष लङ्लकारस्य एकवचन त प्रत्ययः अपि च मध्यमपुरुषः स प्रत्ययः अस्ति चेत् तत्र किं कार्यं भवति इति प्रथमपाठे वयं पश्यामः. अग्रे द्वितीयपाठे हलन्तधातुभ्यः सकारादिप्रत्ययः अस्ति चेत् तत्र कानि सूत्राणि सन्ति इति अग्रे पश्यामः. तृतीयपाठे हलन्तधातुभ्यः यदि तकारः अथवा थकारः अस्ति चेत् तत्र कानि सूत्राणि इति अग्रे पश्यामः. चतुर्थपाठे हलन्तधातुभ्यः दकारादिप्रत्ययः अस्ति चेत् तत्र कानि सूत्राणि इति अग्रे पश्यामः. किमर्थं लङ्लकारस्य पृथक्तया विभजितु? लङ्लकारः तत्र तु त अपि च स अपृक्तसंज्ञकः हल् वर्णौ अत्र, अतः अत्र हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रमस्ति. तस्य प्रसक्तिः भवति यदि अपृक्तसंज्ञकप्रत्यय अस्ति. हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रं वदति यदि हलन्तधातुः अस्ति, अग्रे अपृक्तसंज्ञकः स अपि च सुबन्तप्रक्रियायां प्रथम वदतु. तर्हि पदान्तकार्यं भवति इति कृत्वा पृथक्तया योजितमस्ति. धन्यवादाः. नमस्ते, नूतनः अस्ति वा? आं महोदय, हेमा अस्मि. नमस्ते हेमा भगिनि. नमस्ते. अन्य कः अस्ति? अत्र तुर्लपटि नुथल् पटि इति पश्यामि नाम, किन्तु नुथलपटि इति कः इति न जाने. 5127443153 इति नाम उच्यतां कृपया. धन्यवादः भगिनि. तर्हि सरला भगिनी वक्तुम् इच्छति वा अग्रे अपृक्तप्रत्ययस्य विषये? अपृक्त संज्ञा एक एव अल्प्रत्याहारे एक एव वर्णं यदि अस्ति तस्य अपृक्तसंज्ञा भवति, यथा तकार सकार लङ् प्रत्यये तकार प्रथमपुरुष एकवचने सकार मध्यमपुरुष एकवचने अस्ति. अप्रक्तसंज्ञा सूत्रम् अस्ति अप्रक्त एकालप्रत्ययः. तदनन्तर हलाङ्गुभ्यो एकास्तुतस्य पृक्तं हल् इति सूत्रेण हलन्तात् दीर्घान्तात् परि परि यदा यथा विद्याभगिनी उक्तवती सुबन्तपदमस्ति वा तिकार तिप् ति अस्ति अस्ति तस्य अपृत्संज्ञा प्राप्तं तस्य हल् लोप भवति इति कार्याणि भवन्ति यदि वयं हल् धातवः विहिता सकार सकार तद् इति प्रत्ययाः विहिताः सन्ति तत्र एते कार्याणि भवन्ति ते कार्याणि भवन्ति अदातिगणे जुहातिगणे ऋदातिगणे एण्डुक्कि कारणमस्ति अदाति जुहाति ऋदातिगणे तत्र विकर्णपद्य न आगच्छति अतः साक्षात् धातु हलन्तस्ति तस्य योगे तकार वा दकार तकार ये प्रत्ययाः आगच्छन्ति तत्र हल्लसन्धि इति अवकाशम् अस्ति. धन्यवादः. रामप्रिया भगिनी इतोपि किञ्चित् वक्तुम् इच्छति वा? हल्नाभ्युदीर्घस्तुति अन्यथा आम् तस्य हल्ङ्याभ्यो दीर्घाच्युतिस्य प्रक्तं हल् इति सूत्रं तस्य प्रसक्तिः कुत्र कुत्र अस्ति इति अत्र अस्ति. प्रथमं तु यदा लङ्लकारे प्रथमपुरुष एकवचने इति यदा भगिनी उक्तवती इदानीं तत्र तस्य सकारतकारयोः लोपः भवति. अनन्तरं हलन्तप्रातिपदिकः अस्ति चेत् तत्र सुप्रत्ययः सुप्रत्ययस्य आं सुप्रत्ययस्य उकारः तु औपदेशे अनुनासिकयेत् इति सूत्रेण लोपः भवति स एव अवशिष्यते. तत्र तस्य लोपः भवति हल्ङ्याभ्योदीर्घाच्युतिस्य प्रक्तं हल् इति सूत्रेण. प्रथमं धातु अनन्तरं प्रातिपदिक हलन्तप्रातिपदिकः हलन्तधातुतः लोपः भवति प्रत्ययस्य. अनन्तरं तृतीयम् अस्ति दीर्घङ्यात् इत्युक्ते स्त्रीलिङ्गे यदा दीर्घ ईकारः ईकारान्तः प्रातिपदिकः अस्ति तस्य अनन्तरं यदा सुप्रत्ययः अस्ति तस्य लोपः भवति. अनन्तरं दीर्घाबन्तात् तत्रापि तदपि स्त्रीलिङ्गे एव स्त्रीलिङ्गे तस्य प्रसक्तिः तत्रापि तत्र दीर्घ आकारान्तात् प्रातिपदिकात् इत्युक्ते यदा लता शब्द तस्यापि सु इति प्रत्ययस्य लोपः भवति. धन्यवादः भगिनि. सुगमनं महोदय अग्रे खलु तस्य औपदेशिकङ्ग्लुक् इति विषये किञ्चित् वदति वा महोदय? अदादिगणे किं भवति, जुहोत्यादिगणे कार्यं किं भवति, रुदादिगणे किं भवति इति वा? इदानीं लङ्लकारस्य प्रसङ्गः तत्र हल्ङ्याभ्यो दीर्घास्तुतिस्य प्रत्ययं हल् कथं कार्यं करोति इति वयं दृष्टवन्तः. किन्तु यदा कार्यं करोति तदा धातुः हलन्तः एव तिष्ठेत् तत् कुत्र भवति इत्युक्ते यत्र विकरणप्रत्ययः न आगच्छति यत् यद्धातुः हलन्तः स्वयमेव अस्ति तत्र एव हल्ङ्याभ्यो दीर्घासुभ्यस्य प्रत्ययं हल् इति सूत्रं सूत्रस्य प्रसक्तिः अपि च प्राप्तिः. परिवर्तनं भवति धातु अन्तः परिवर्तनं भवति नूतन अङ्गं निष्पद्यते तत्र तु अजन्तः भवति. अतः अदादिगणे विकरणप्रत्ययः अस्ति किन्तु तत् लोपः भवति. जुहोत्यादिगणे अपि तादृशमेव. रुदादिगणे तत् मित् अस्ति, श्नम् इति विकरणप्रत्ययः मित् अस्ति, अतः धातोः अन्ते न आगच्छति, मध्ये एव आगच्छति, अतः तदपि हलन्तः एव भवति यदि औपदेशिकधातुः हलन्तश्चेत् हलन्तरूपेण एव तिष्ठति. अपि च यङ् लुकि इति अन्यतमप्रत्ययः अस्ति, तत्तु सनादिप्रत्ययानां सनादिप्रत्ययाः इति द्वादशप्रत्ययाः सन्ति, तेषु प्रत्ययेषु अन्यतमः यङ् इति प्रत्ययः. तत्र तस्य वैशिष्ट्यं किम् इत्युक्ते, कुत्रचित् यङ् इति प्रत्ययः तिष्ठति, कुत्रचित् लुक् भवति. यदा यङ् इति प्रत्ययः लुक् भवति तत्र हल् सन्धिः भवितुम् अर्हति. यदा धातुः हलन्तः चेत् कथम् इत्युक्ते, औपदेशिक यत् ये धातवः पाणिनिमहर्षेण साक्षात् धातुपाठे दत्तमस्ति, ते तु औपदेशिकधातवः इति वदन्ति. यत्र सनाद्यन्तप्रत्ययः योजनानन्तरं नूतनधातुः निष्पद्यति सनाद्यन्तधातवः इति सूत्रेण, तेषां धातूनां नामकरणम् आदिदेशिकधातवः इति. यद्यपि ते आदिदेशिकधातवः, ते धातवः एव, अतः हल्ङ्याभ्यो दीर्घसुदिस्य पृक्तं हल् इति सूत्रं तत्रापि प्रसक्तिः अस्ति. उदाहरणार्थं पट् इति धातुः पाटी इति पाटी इति न, तत्तु निच्. यङ् लुक् द प्रत्ययस्य योजनानन्तरं पापट् इति रूपं प्राप्नोति. पापट् योगः टि ष्टुत्वं भूत्वा पापट् योगः टि भवति, चर्त्वं भूत्वा करीच इति सूत्रेण पापट् योगः टि वर्णमेलने पापट्टि इति रूपं प्राप्नोति. तत्र हल् सन्धिः दृश्यते. धन्यवादः महोदय. मणिमहोदय वदति वा डाग्रदातु कृते किं महोदय अत्र जागृदातोः कृते किम् उक्तमस्ति इति किञ्चित् वदति वा? वदामि. उदाहरणार्थं जागृधातुः अस्ति, अत्र लङ्लकरे अजागृ इति रूपं भवति. अनन्तरं तप्रत्ययोजनार्थम् अत्र इक्वर्णः ऋकारः अस्ति, अत्र गुणः भवति अजागर् इति भवति. अनन्तरं ककारयोजनार्थम् अत्र ककारः ति इदस्य सूत्रेण लोपः भवति चेत् अत्र ककारः अपृप्तः सम्यकः, अतः हल्याभ्योः दीर्घात्सुदिशापृक्तम् अल्लति सूत्रं कार्यं करोति, अतः ककारः लोपः भवति. अनन्तरम् अजागर् इति एव रूपं भवति महोदय. तर्हि अत्र किम् आशयः किम् इत्युक्ते, अजागृ इति यद्यपि हलन्त साक्षात् हलन्तधातुः नास्ति, अजन्तधातुः अस्ति, किमर्थमिति ऋकारान्तधातुः अस्ति, तथापि गुणकार्येण वा तादृश किमपि अङ्गकार्येण अत्र अर् इति रेफान्तं भवति गुणकार्येण, तस्मिन् समये हलन्त सन्धेः अवसरः प्राप्नुमः इति उदाहरणं महोदयेन निर्दिष्ट. अत्र अजादिरूपं हलादिरूपं विकृतं भूत्वा हलादिरूपं प्राप्नोति गुणकार्यं भूत्वा इति हलन्तदातवत् भवति. धन्यवादः. धन्यवादः महोदय. अस्तु, तर्हि तदेव गतसप्ताहे अस्माभिः दृष्टं खलु. अस्तु महोदय, धन्यवाद. हेमा भगिनी अग्रे पठति वा भगिनि? प्रथमसोपानं सोपानीमपि आरभ्य पठामि भगिनि. श्रूयते वा? आम्. प्रथमसोपानेन पदं निर्मितम्, अतः पदं निमित्तीकृत्य कार्याणि. प्रथमे सोपाने तिङ् प्रत्ययः संयोजितः, अतः सुप् तिङन्तं पदम् इत्यनेन पदं जातम्. यद्यपि त प्रत्ययः स प्रत्ययश्चेत् अनयोः लोपो जातः, तथापि तिङ् प्रत्ययस्तु विहित एव, अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङ् अधुना धातुः न अपि तु तिङन्तं पदमेव. अधुना अरुणद्, अभिनद्, अहन्, अधोग्, असंस् इति इमानि पदानि एव, अपि च येषां पदानाम् अन्ते यः हल् वर्णः वर्तते सः पदान्तः हल् वर्णः. अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति. अत्र सुप्तिङ्गन्तं पदम् इत्युक्ते वयं प्रत्यय तिङ् प्रत्यय वा सुप्तिङ् सुप् प्रत्यययोजनेन धातुः पदं भवति इति सुप्तिङ्गन्तं पदं वदति. परन्तु महोदय, अत्र योजनेन इति पदेन केवलं धातुः योगः तिप् वा तिङ् प्रत्ययः इति स्थितौ एव पदं जातं वा, नो चेत् योजनानन्तरं पदं भवति वा इति? योजनानन्तरमेव पदं भवति. महोदय, नाम ध्वनिमुद्रणं श्रुतवती. किम् इत्युक्ते यत्र तकारान्त अस्ति तस्मिन् विषये अस्ति खलु, अलन्त किम् आसीत् उदाहरणम् आसीत् अस्माकम् अथ योगः त इति आसीत्, तस्मिन् समये पदान्तः अस्ति, तत्र किमपि अन्यकार्यं किमपि नास्ति इति चिन्तयामः, किम केवलं मेलनं इति चिन्तयामः चेत् तत्तु पदं भवति एव खलु. यत्र तकारः इति आनयामः तस्मिन् समये एव यथा योजनं भवति चिन्तयामः, तस्मिन् समये एव तस्य परसंज्ञा भवितुम् अर्हति खलु इति प्रश्नः आसीत्. किन्तु मम अवगमनम् एवमस्ति, यत्र यत्र मेलनं भवति तदनन्तरमेव एवमेव मम अवगमनपि, यतोहि किन्तु चिन्तनं तथा भवति. रामयोगस्य वदामः तर्हि राम एव पदं जातम् इत्युक्ते राम तु प्रातिपदिकं किल, तत्र योजनानन्तरमेव रामः इति पदम् आयाति. तर्हि तत्र अस्माकं चिन्तनं किन्तु पदान्तविषये चिन्तनं तस्मिन् समये भवेत्, तर्हि अवगन्तुं शक्नुमः इति कृत्वा पदान्तकार्याणि चिन्तनं चिन्तनीयं भवति इति इति मम अवगमनं. चर्चयामः अत्र. अहं क्षम्यताम्, अहं यत्र कुत्रापि पठितवान् ह्यः, यत्र इति विस्मृतवान्, दृष्ट्वा वदामि. किन्तु तत्र किं दत्तमस्ति इत्युक्ते, यदा मेलनं भवति तदनन्तरमेव पदसंज्ञा प्राप्नोति इति न, यदा परे आगच्छति चेत् पदस्य लक्षणम् अङ्गमेव प्राप्तुम् अर्हति इति अहं पठितवान्. किन्तु लोपः भवति चेत् अङ्गं प्राप्तुम् अर्हति, किन्तु लोपः न भवति चेत् पृथक्तया तिष्ठति चेत् अङ्गस्य कथं पदम् इति वक्तुं शक्नुमः. चिन्तनं भवेत्, पदान्तकार्यस्य चिन्तनं अस्माभिः करणीयं निश्चयेन, किन्तु तस्मिन् समये तत्तु पूर्णतया पदं नास्ति खलु. अत्रापि तस्य आवश्यकता अस्ति. अग्रे राल् लोपः इति सूत्रं वयं पश्यामः, तत्रापि अमूर्छत् योगः त इति किमपि अस्ति, तत्रापि किञ्चित् भ्रमः आगच्छति. तदेव अहं किञ्चित् गवेषणं कृत्वा पठन् आसीत् ह्यः, तत्र एव एतादृशं दत्तमासीत्. पश्यामः. तर्हि तत्र स्मारयतु भगिनी, यथा महोदयेन उक्तं, स्वरूप् महोदय अपि किञ्चित् तस्मिन् विषये लिखितवान् अस्ति. सः तत्र अहं पूर्णतया न पठितवती, परन्तु सः उक्तवान् यदि तप्रत्ययस्य योजनेन एव पदसंज्ञा भवति इति उक्तवान्। तप्रत्ययस्य लोपानन्तरं पदसंज्ञा इति न, परन्तु यदि यदा तप्रत्यय आगच्छति तदा एव पदसंज्ञा भवति इति। योजनेन भवति, लोपः भवति चेत् अपि प्रत्ययलोपे प्रतिलक्षणम् इति भवति, किन्तु योजनमेव न भवत्, केवलं पृथक्तया परे तिष्ठति चेत् तत्र पदसंज्ञा इति, धातोः पदसंज्ञा न आयाति खलु, यथा रामयोगः धातुः अस्ति, हा धातुः अस्ति, अनन्तरं प्रत्ययः अस्ति, पृथक्तया तिष्ठति, अधुना योजनं न भवति इति स्थितौ पदसंज्ञा धातोः न भवितुम् अर्हति खलु निश्चयेन। यत्र योजनं भवति तस्मिन् समये एव सूत्रस्य योजनानन्तरमेव, उदाहरणार्थम् अत्र पश्यामः चेत् स्तुतिस्य कृतं हल् इति अस्ति तस्मिन्, तद् भगिनि एतद् अस्माभिः चिन्तनीयं भवति, अत्र रामयोगः सु इति अस्ति, सु अपृत् अस्ति, अपृत्तप्रत्ययः अस्ति, तत्र तु मेलनमेव न भवति खलु, अपृत्तप्रत्ययः अस्ति इति कृत्वा लोपः भवति, लोपः भूत्वा किन्तु प्रत्ययलक्षणम् इत्यनेन अस्माभिः स्वीकरणीयं भवति खलु, पदम् इति स्वीकरणीयं भवति, राम इति शब्दस्य क्षम्यतां राम रमा इति स्वीकरोति चेत् रमायोगः तत्र तु सुप्त् इत्यस्य लोपः भवति, हल्यां दिगसुप्तस्य प्रत्यं हल्यपिनेन, तर्हि रमा इति यद्यपि मेलनमेव न अभवत् सु इत्यस्य, तथापि लोपः भवति चेत् तत्र पदसंज्ञा भवितुम् अर्हति, किन्तु अन्यथा पृथक्तया तिष्ठति चेत् पदसंज्ञा तु न भवति इति, तदेव अस्माकं द्वयोः अपि तदेव चिन्तनं खलु भगिनि। तर्हि केवलं यत्र लोपः भवति तत्रैव एतद् आयाति, परन्तु अन्यथा केवलं परे तिष्ठति चेत् पदसंज्ञा, धातोः पदसंज्ञा तथा एव प्रातिपदिकस्य पदसंज्ञा वक्तुं न शक्यते खलु, पृथक्तया यदा तिष्ठति तस्मिन् समये तु नास्ति खलु इति मम अभिप्रायः। पश्यामः, अस्तु, धन्यवादः भगिनी, पठितुं पूर्णम् अभवत् वा? न पूर्णं न अभवत्। तर्हि यत्र प्रत्ययलोपः भवति परन्तु तस्य लक्षणं तिष्ठति इति कारणेन पदसंज्ञा भवति इति, उदाहरणरीत्या अत्र अरुणद् अभिनद् अहन् अधो असंस्थिति तका प्रत्यय लोपानन्तरं ते एव पदानि भवन्ति, तानि एव पदानि भवन्ति इति, प्रातिपदिकमेव पदं भवति, अन्ते हल् वर्णः अस्ति, तर्हि तत्र अन्ये कार्याणि अपि भवितुम् अर्हति, पदान्ते हल् अस्ति, पदस्य इति अधिकारः अपि तत्र। तद् वाक्यमपि भगिनि, एकः प्रश्नः अस्ति, तत्र प्रथमसोपाने तिङ् प्रत्ययः संयोजितः इति अस्ति, संयोजितः इत्युक्ते किं भगिनि, अर्थः किं? प्रायः आनीतम् इति एव इति मम अवगमनं, किमर्थम् इत्युक्ते अत्र अपृत्तसंज्ञा भवति, तत्र तु साक्षात् योजनं न भवति खलु, तस्मात् पूर्वमेव लोपः भवति अपृतवर्णस्य, आनयति आनयति इति वा, आनयामः परे आनयामः, योजितुम् आनयामः तस्मिन् समये इति मम अवगतं, तादृशचिन्तनं प्रायः स्पष्टं भवेत् इति, किमर्थं यत्र योजयामः चेत् अनन्तरं तु तस्य अपृत्तसंज्ञा भवति वा, तदपि भवति किन्तु अन्य हल्सन्धिकार्याणि कार्याणामपि अवसरः भवति खलु, किन्तु यदि अहं आनयामः इति चिन्तयामि चेत् मम तत्र संशयः, अत्र संशयः किमपि न वर्तते, अन्यथा चिन्तयामि चेत् किञ्चित् भ्रमः भवति ममापि इति कृत्वा अहम् एवमेव मम अवगमनं। अस्तु भगिनि, अस्तु भगिनि, ध्येयं यत् अग्रिमेषु सर्वेषु सूत्रेषु कार्यं विहितं पदान्ते, यतः पदस्य इति सूत्रस्य अधिकारः अस्ति, पदस्य अष्टमाध्याये प्रथम पादे षोडश सूत्रात् इत्यस्य अधिकारः पञ्चाशत् यावत् तृतीयपादस्य पञ्चपञ्चाशत् यावत् पदस्य इति अधिकारः भवति सर्वत्र तत्र वयं अस्य कार्यं भवति इति. अस्तु भगिनि, धन्यवादः. तर्हि अत्र हल् सन्धेः विषये यदा वयं पठामः तस्मिन् समये तु कार्यद्वयं भवति, पदान्तकार्यं भवति, अनन्तरं जलि इति परे इति कार्यं कार्याणि भवन्ति. तर्हि स्पष्टतया अस्माभिः किं सूत्रं कुत्र इति ज्ञातव्यं, नो चेत् किञ्चित् भ्रमः जायते. तर्हि अस्मिन् विषये किञ्चित् अवधानं दातव्यम् इति अस्ति. धन्यवादः भगिनि. आं भगिनि, पदस्य अन्ते संयोगः अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपो भवति, संयोगान्तस्य लोपः. यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. संयोगः अन्ते अस्ति यस्य, तत् संयोगान्तम् बहुव्रीहिः. तस्य संयोगान्तस्य, संयोगान्तस्य षष्ट्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः. संयोगान्तस्य लोपः इति सूत्रं पदान्ते एव कार्यं करोति. यत्र पदान्ते संयोगः अस्ति पदस्य अन्ते, तत्र अन्तिमवर्णस्य लोपः भवति. अत्र परिभाषासूत्रम् अलोन्तस्य इति आगत्य वदति, अत्र अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य इति. संयोगः इत्युक्ते हलोनन्तराः संयोगः इति अस्ति सूत्रं. यदि द्वे हल् वर्णः अस्ति तत्र अच्वर्णः मध्ये नास्ति चेत् तत्र संयोगः अस्ति इति वदामः. अत्र उदाहरणार्थं बन्द् इति औपदेशिकधातुः, तस्य यङ् लुगन्तधातु भाबन्द् अबाबन्द् इति लङ्लकारे अबाबन्द् योगः त. तत्र हल्न्याभ्यो दीर्घच्युतिस्य पृक्तं हल् इति सूत्रम् आगच्छति. अबाबन्द् इति हलन्तधातुः, अग्रे त इति अपृक्तसंज्ञकः हल् प्रत्ययः, अतः तत्र तकारस्य लोपः भवति. अबाबन्द् इति तिङन्तं संयोगान्तं पदं, पदस्य अन्ते नकारः दकारः द्वयोः संयोगः अस्ति, अतः अत्र संयोगान्तस्य लोपः पदान्ते कार्यं करोति इति कृत्वा तत्र अन्तिमवर्णदकारस्य लोपः भवति, अतः अबाबन् इति रूपं प्राप्नुमः. अत्र किमर्थं हल्न्याभ्यो इति त्यक्त्वा किमर्थं पूर्वमेव संयोग अबाबन् योगः तकारः कृत्वा संयोगान्तस्य लोपः इति कृत्वा तकारस्य लोपः किमर्थं न स्यात्? अबाबन्द् योगः त अस्ति खलु, तत्र पूर्वमेव किमर्थं संयोगान्तस्य लोपः? पदान्तकार्यं भवति खलु, अबाबन् योगः त इति कृत्वा त इति प्रत्ययः अस्ति. तर्हि प्रत्ययोजनेन किं प्रत्ययोजनेन पदं भवति, तर्हि संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः भवति. तर्हि तेन किमर्थं तकारस्य लोपः न स्यात्? संयोगान्तस्य लोपः तु अष्टमाध्याये द्वितीयपादे अस्ति, तत्तु त्रिपाद्याम् अस्ति. हल्याभ्यो इति अष्टमाध्याये प्रथमपादे अस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन हल्याभ्यो एव प्रथमम् आगत्य कार्यं करोति. किमर्थं संयोगान्तस्य लोपः इति असिद्धं भवति इति कृत्वा पूर्वं तद् भूत्वा अनन्तरं भगिनि, यद्यपि लोपः भवतु प्रत्यलोपे प्रत्यक्षलक्षणमिति पदसंज्ञा प्राप्नोति अभावत्, तर्हि पदमिति कृत्वा संयोगान्तस्य लोपः इति सूत्रस्य प्राप्नोति. धन्यवादः भगिनि. सरला भगिनि पठति वा? सरला भगिनि आं भगिनि, क्षम्यतां, म्यूट् मध्ये. संयोगस्य प्रथमशब्दस्य रेफ चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न. संयोगस्य प्रथमसदस्य रेफ् आसीत् तस्य परे सकारस्य लोपः भवति. सूत्रम् अस्ति इदास्य अष्टमध्यायस्य द्वितीय पादे चतुर्विंशति सूत्रं. यस्य पदस्य अन्ते संयोगो अस्ति संयोगस्य प्रथमसदस्य रेफ चेत् रेफात् परस्य प्रकारस्य एव लोपो भवति अन्यमरणस्य न. रापञ्चमन्त्रं तस्य षष्ठ्यन्तं द्विपदं सूत्रं संयोगान् तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्ति पदस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः. अत्र उक्तमस्ति यदि प्रथमपदस्य संयोगः भवति तस्य संयोगस्य प्रथमं रेफ अस्ति तस्य रेफनन्तरं सकारः अस्ति तस्य सकारस्य लोपः भवति किन्तु अन्य हलवर्णः तस्य लोपः न भवति. रात् अस्ति पञ्चमान्तम् अस्ति सस्य अस्ति षष्ठमान्तं पदं द्विपदं सूत्रम् अस्ति अनुवृत्ति सूत्रं भवति रात् संयोगान्तस्य पदस्य सस्य लोपः. रात् इति पञ्चमान्तं रेफ तस्य अनन्तरं संयोग अन्त संयोगः अस्ति अस्ति तस्य संयोगपदस्य रेफस्य अनन्तरं यत् सकारः अस्ति तत् सकारस्य लोपः भवति इति पूर्वसूत्रमस्ति संयोगातस्य लोपः तस्य तत्सूत्रेण सर्वे हलन्ता संयोगस्य आदौ अस्ति ते अन्तिम हलवर्ण तस्य लोपः भवति किन्तु रातस्य इति सूत्रेण किं नियमं उपादयति अत्र रेफस्य अनन्तरं यदि सकारस्ति तस्य लोपः भवति किन्तु अन्य कोऽपि वर्णः आगच्छति तस्य लोपः न भवति. भगिनि धन्यवादः भगिनि. तर्हि वयं पूर्वमेव अस्माभिः महोदयेन निर्दिष्टम् आसीत् षड्विधः भवन्ति सूत्राणां. तर्हि संज्ञासूत्रं नामकरणम् इति भवति, अनन्तरं विधिसूत्रं यत्र आगमः वा आदेशः वा लोपः वा भवति चेत् निषेधः वा भवति चेत् तत्तु विधिसूत्रम् इति वदामः. अनन्तरम् अधिकारसूत्रमस्ति, अनुवृत्तिः यत्र आयाति तत्तु अधिकारसूत्रम्. अथ चतुर्थस्य अतिदेशसूत्रं यत्र गुणपरिवर्तनं भवति, आरोपयामः अन्यगुणम् अनुगुणगुणं तर्हि भिन्नगुणम् आरोपयामः चेत् तत्तु अतिदेशसूत्रमिति वदामः. पञ्चम आसीत् परिभाषासूत्रं, यत्र साक्षात् सूत्रस्य किमपि कार्यं किमपि न भवति किन्तु अन्यसूत्रस्य कृते सहायं करोति इति कृत्वा परिभाषासूत्रम् इति वदामः. षट् षष्टम अस्ति नियमसूत्रमस्ति. नियमसूत्रम् एतावत्पर्यन्तम् उदाहरणम् अस्माभिः न दृष्टं, तर्हि अत्र विरलाः सन्ति नियमसूत्र विरलानि सन्ति नियमसूत्राणि इति कृत्वा अत्र राष्ट्रस्य इति उदाहरणार्थं वयं स्वीकर्तुं शक्नुमः. तर्हि अग्रे रामप्रिया भगिनी. आं भगिनि, उदाहरणमस्ति इदानीम् अमृत् योगः तकारः. अत्र एतद् पङ्क्तिमपि न पठितमिति मन्ये, पठितवती भगिनी न पठितम् वस्तुतः इति क्षम्यता. वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परस्य सकारस्य लोपो भवति. अयं च सकारलोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु. तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति. अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमयति इदं सूत्रं नियमसूत्रम्. अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः. एतत् सूत्रं राजस्य सूत्रं वदति यत् केवलं सकारस्य रेपात् अनन्तर रेपात् परस्य सकारस्य एव लोपः भवति इति. संयोगस्य एतत् सकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रेण सूत्रेण अपि भवितुम् अर्हति किल. अतः राजस्य इति सूत्रस्य का आवश्यकता इति प्रश्नः. तत्र उत्तरमस्ति यत् सकारलोपः इति पुनः किमर्थम् एतत् सूत्रं वदति इत्युक्ते एतत् नियमयति सकार केवलं सकार एव लोपः अपरवर्णस्य न इति नियमनरूपेण वदति. अतः एतत् राजस्य इति सूत्रस्य आवश्यकता इति. अमृज् योगः तकारः. तत्र प्रथमं तकारस्य लोपः हल् हल्ङ्याभ्यो दीर्घाच्युतिस्य प्रक्तं हल् इति सूत्रेण तकारलोपः अमृज् इति भवति इदानीं रूपं पदसंज्ञा. मृजेर्वृद्धिः इति सूत्रेण वृद्धिः भवति. अमृज् इदानीम् अमार्ज् इति भवति ऋकारस्य स्थाने अर् अमार्ज् इति भवति. संयोगान्तस्य लोपः इति सूत्रेण रकारः अस्ति. प्रथमं संयोगान्तस्य लोपः इति सूत्रं कार्यं कर्तुम् आगच्छति. तत्र तु जकारस्य लोपः भवति. परन्तु राजस्य इति सूत्रं तस्य बाधितं सूत्रम्. अतः रकारस्य अनन्तरं जकारः अस्ति अतः तस्य लोपः न भवति. अस्तु भगिनि, धन्यवादः भगिनि. आम् शुभं महोदय. अग्रे द्रक्ष्यामः यत् अमार्ज् व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः इत्यनेन झस्थाने शकारादेशः अमार्ष् इति रूपं प्राप्नोति. झलां जशोन्ते इत्यनेन पदान्ते झस्त्वम् अमार्ड् इति रूपं प्राप्नोति. वावसाने इत्यनेन विकल्पेन पदान्ते चर्त्वम् अमार्ट् इति रूपं प्राप्नोति. अमार्ज् इति यदासीत् तत् अमार्ट् इति रूपं प्राप्नोति. यदा कदा प्रश्नः आयाति सकारलोपस्य उदाहरणं किम्, एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते. ऋकारान्तः ऋकारान्तसुबन्तानां पञ्चम्यन्तं रूपं षष्ट्यन्तं रूपं च अनेन सिद्ध्यति. यथा पितृयोगः ङस् अनुबन्धलोपे पितृयोगः अस् ऋत उत् इत्यनेन ऋकारान्तात् उत्तरयोः ङसि ङसोः अतिपरे पूर्वपरयोः उकारः एकादेशः. पित् योगः ऊ योगः स उरण्रपरः इत्यनेन ऋकारस्य ऋस्थाने य यः अण् सः रपरः भवति. पित् योगः उर् योगः स राक्षस्य इत्यनेन सकारलोपः. पितुर् करवसानयोर्विसर्जनीयः इत्यनेन अवसाने रास्थाने विसर्गादेशः. पितुः इति रूपं प्राप्नोति. इदानीं राक्षस्य इति सूत्रस्य चिन्तनमस्ति. तत्र पूर्वं यत् उदाहरणम् अमार्ज् इति वयं दृष्टवन्तः. तत्र किमर्थं जकारस्य लोपः न भवति इत्येव वयं दृष्टवन्तः, न तु सकारस्य लोपः, रकारान रेफानन्तरं सकारस्य लोपः. तत् सुबन्ते मिलति तादृश उदाहरणम् इति पितृ इति धातु प्रातिपदिकं स्वीकृत्य पञ्चमी विभक्तिः प्रथम पञ्चमविभक्तिः एकवचने नस् इति प्रत्ययः आगच्छति. अनुबन्धलोपे अस् इत्येव तिष्ठति. ऋत उत् इति अनेन ऋकारान्तात् उत्तरयोः यदि ङस् नो चेत् ङस् अस्ति चेत् उक पूर्वपरयोः उकार आदेशः भवति. अतः ऋ अपि च आ इति स्थाने उकार आदेशः एव अस्ति. अतः पित् योगः ऊ योगः सकारः. तदनन्तरम् उरण्रपरः इति कार्यं करोति. पित् योगः ऊर् योगः सा इति आगच्छति. तत्र रात्सस्य इति सूत्रस्य प्रसक्तिः अपि च प्राप्तिः. किमर्थम् इत्युक्ते तत्र संयोगः अस्ति, रकारः पूर्वमस्ति, सकारः अनन्तरमस्ति इत्यतः सकारस्य लोपः रात्सस्य इति सूत्रेण भवति. पितुर् इति रूपं प्राप्नोति. करवसानयोर्विसर्जनीयः इत्यनेन पितुः इति अन्तिमरूपम्. धन्यवादः महोदय. तर्हि संयोगान्तस्य लोपः इति यदा चिन्तयामः तस्मिन् समये पदान्तकार्यमस्ति, तस्मिन् समये रात्सस्य इति स्मर्तव्यं भवति. उभौपि केवलपदान्तकार्यमस्ति, अन्यथा निमित्तं किमपि नास्ति खलु. भगिनी एकः प्रश्नः अस्मिन् विषये नास्ति किन्तु इदानीं मम मनसि आगतं. संयोगः इति वदामः किल, तत्र संयोगः इत्यपि वक्तुं शक्यते वा तद् दोषवत्वा? संयोगः इति वक्तव्यम्, उच्चारणं भवेत् इति महोदयेन पूर्वम् अस्माकं वर्गः आसीत्, ध्वनिमुद्रणं महोदयस्य एव जलस्थाने अस्ति. अनुनासिकयोः भेदः इति कृत्वा महोदय पाठितवान्. ओ अहं पश्यामि. यद्यपि लेखनसमये संयोगम् इत्येव लिखामश्चेदपि उच्चारणसमये संयोगः इति भवितुमर्हति इति पृथक्तया इति नास्ति. संस्कृतस्य रूपद्वयं भवति, संस्कृतम् इति अनुनासिकः अपि भवितुम् अर्हति, किन्तु अनुस्वारः अपि भवति. एतत् अनुस्वारः नास्ति, अनुनासिकः एव अस्ति, किन्तु मकारस्य उच्चारणम् इति मन्ये. तत्र संयोगः इति महोदय तथा एव उच्चारयति. अस्तु भगिनि, धन्यवादः. अनुनासिकः वर्णः अस्ति इति कृत्वा, मकारः नास्ति इति कृत्वा, नक्षपदान्तस्य जले इत्यनेन अनुस्वारादेशः खलु. आमां क्षम्यताम्, अनुस्वारादेशः भवति, अनुनासिकः नास्ति. अस्तु भगिनि, धन्यवादः. जलादिप्रत्यये परे रेपात् परस्य चकारस्य वकारस्य च लोपो भवति. सूत्रं सूचयति रा लोपः, रेपात् परस्य चकारस्य वकारस्य च लोपो भवति, किं जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत्. रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदम् इदं सूत्रं. चोः सुडन्नासिक च इत्यस्मात् चोः इत्यस्य अनुवृत्तिः. अत्र देयं यत् अनुवृत्तौ तक् सहितः चकारः सत्यपि व्याहयाने तुगामो नापेक्षितः अतः न स्वीकृतः अनुनासिकस्य किप् जलो मिति इत्यस्मात् अनुनासिकः अनुनासिकस्य किप् जलो इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारक अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् छोः लोपः अनुनासिके किप् जल इति उक्तम्। रेपात् परस्य चकारः वकारः अस्ति चेत् अत्र द्वयोः लोपो भवति। अत्र निमित्तं किप् प्रत्ययः जलादिप्रत्ययः अनुनासिकवर्णः च इति अस्ति चेत् अत्र लोपो भवति अथवा नास्ति। उदाहरणार्थं वदामि महोदय, पठामि। मूर्च् धातुः यङ्लुकि मोमूर्च् धातु बिकम्स् मोमूर्च्। अनन्तरं लङ्लकारे अमोमूर्च् योगः तकारः राल्लोपः इत्यनेन चकारलोपः अमोमुर् योः तः हल्लाभ्योः दीर्घात् सुदीशप्रमल् इत्यनेन तकारलोपः भवति। अनन्तरम् इत्यनेन लोपस्य अनन्तरम् अमोमुर् इति पदं भवति। महोदय महोदय, एकः प्रश्नः अस्ति अत्र, निमित्तं किप् जलादिप्रत्ययः अनुनासिकः इति उक्तं, जलिपरे जलादिपरे इत्योः किं भेदः अस्ति? जलिपरे इति वर्णनिमित्तिकं कार्यमस्ति, जलादिप्रत्ययस्य परे अपि समानवर्णनिमित्तिककार्यं भवितुम् अर्हति खलु। यदि जलादिप्रत्यये परे इति सूत्रे वदति चेत् वर्णनिमित्तिकं कार्यं तत्र न स्वीकर्तुं शक्नुमः। केवलं प्रत्ययस्य जलादिप्रत्ययः अस्ति चेदेव तादृशकार्यं सम्भवति। किन्तु यदि जलिपरे इति उक्तमस्ति चेत् सूत्रे, तत्र जलादिप्रत्ययः वा केवलं वर्णः भवति चेत् अपि तत्र कार्यं भवति। जलि इति केवलं वर्णम् इति उक्तमस्ति, जलि इति एव उक्तमस्ति चेत् वर्णनिमित्तं कार्यं भवति। एतत्तु वर्णनिमित्ति हल्सन्धिकार्याणि पठामः खलु, वर्णनिमित्तं कार्यमस्ति इति सर्वे। धन्यवादः महोदय। भगिनी, अत्र उपरि दत्तम् अस्ति किल, अत्र ध्येयं यत् अनुवृत्तौ तक् सहितः चकारः सत्यापि व्याख्याने तुगागमो न अपेक्षितः, तत्र किञ्चित् वदति वा? हा आं भगिनि, निश्चयेन भगिनि। छोः इति तु छोः षूडनुनासिके इति सूत्रात् आयाति खलु, अनुवृत्तिः आयाति। प्रथमं छेच इति सूत्रं पूर्वम् अस्माभिः पठितं खलु, ह्रस्वपरे चकारः अस्ति चेत् तस्य तुकागमः भवति इति कृत्वा प्रथमं च आयाति चकारे परे, अनन्तरं तस्य श्रुत्वं भूत्वा ह्रस्व तद् चकारः भवति, तर्हि इच्छ इति भवति। यदा गच्छामि पृच्छामि इति तादृशरूपम् आयाति खलु। तर्हि अत्र किम् इत्युक्ते, अत्र यद्यपि सूत्रं पश्यामः चेत् तत् तुक् सहितसकारः द्रष्टुं शक्नुमः, किन्तु व्याख्याने यथा महोदय उक्तवान्, व्याख्याने अत्र रेफात् परस्य चकारस्य अवकारस्य इति उक्तमस्ति। किमर्थं व्याख्याने तुक् सहित इति न लिखितवान् इति न जानामि, प्रायः सूत्राणां व्याख्याने तादृशमेव उक्तमस्ति, किन्तु साक्षात् कार्यं कुत्र भवति इत्युक्ते तुक्सहितचकारस्य एव कार्यं भवति। यदि तुक्सहितचकारः नास्ति चेत् क्षम्यताम्, अत्र मोच् इत्यस्मिन् न भगिनि, अत्र अनुवृत्ति सूत्रे अङ्गस्य रात् छ्वोः लोपः, परन्तु तत्र तकारः तु व्यञ्जनः अस्ति, न तु ह्रस्व अकारः नास्ति तत्र, तदनन्तरं चकारः अस्ति, तर्हि तत्र किमर्थं तुकागमः आगत्य पुनः चकारः अस्ति तत्र इति एकः प्रश्नः. अहं दृष्ट्वा वदामि वा भगिनि? अस्तु अस्तु. अत्र उदाहरणं पश्यामः चेत् मूर्छित्यस्मिन् तु तुकाग तुक् सहितचकारः नास्ति, तथापि सूत्रस्य प्रसक्तिः कार्यमपि भवति. तर्हि प्रायः सूत्रे उक्तमस्ति किन्तु तस्य आवश्यकता नास्ति इति अवगमनं. किमर्थं सूत्रे तथा उक्तमस्ति इति दृष्ट्वा वदामि. पूर्वं मम भिन्न अवगमनम् आसीत्, तथा नास्ति अधुना अवगच्छामि. भगिनि अत्र अत्र केवलम् अनुवृत्तिः एव अस्ति किल, चोः शूड् अनुनासिके इत्यस्मात् चोः इति अनुवृत्तिः आगच्छति. सत्यं भगिनि, अतः एव किमपि परिवर्तनं नास्ति, तथैव तिष्ठति अनुवृत्तिसहितसूत्रे. यद्यपि चकारस्य आवश्यकता नास्ति, किमर्थम् इत्युक्ते यथा भगिनी उक्तवती तत्र ह्रस्वस्वरः नास्ति, तथापि अनुवृत्तिः इति कृत्वा तथैव तिष्ठति. पूर्वमपि यदि वयं अष्टुनाष्टुः इति सूत्रे तत्र अपवादसूत्रम् अस्ति, तत्रापि यद्यपि स्टुः इति आवश्यकता नास्ति, परन्तु तत्रापि पूर्णतया एव अनुवृत्तिः आगच्छति. तस्य आवश्यकता आसीत् खलु भगिनि अत्र स्टुनाष्टुः इति सूत्रे? अनन्तरं यत्र स्टुनाष्टुः न भवति इति कृत्वा तत्र तोहोषि इति सूत्रमस्ति किल, तत्र तु ष्टुः एव आगच्छति. यद्यपि तत्र तत्र सकारः नास्ति, तथापि तत्र ष्टुः इति अनुवृत्तिः आगच्छति. तत्र महोदयेन पूर्वम् उक्तवान् तत्र यद्यपि ष्टुः इति इति आवश्यकता नास्ति, परन्तु तत्र तु केवलं टुः इति इति आवश्यकता अस्ति. किमर्थम् इत्युक्ते तवर्गस्य अनन्तरं शकारः अस्ति चेत् तत्र टुः न भवति इति इति आवश्यकता अस्ति, परन्तु स्टुः इति पूर्णतया अनुवृत्तिः आगच्छति यद्यपि न आवश्यकता अस्ति. तस्मिन् विषये किञ्चित् ई पत्ररूपेण लिखति वा भगिनि? तर्हि अवकाशः भवति किञ्चित् अस्माभिः द्रष्टुं शक्यते. धन्यवादः भगिनि, तर्हि उत्तरं प्राप्तं खलु. तर्हि केवलम् अनुवृत्ति तः आयाति किन्तु आवश्यकता नास्ति इति वदति खलु भगिनि, रालोपः इति सूत्रे तत्र आवश्यकता नास्ति, कार्यमपि नास्ति अस्माकम् अधुना तुक् इति अस्य. तदेव अहं चिन्तयामि भगिनि. आमामां तदेव अधुना तत् भवत्याः उत्तरं समाधानमस्ति. आमां समाधानं ददाति. धन्यवादः भगिनि. भगिनि राल्लोपः इति सूत्रस्य अनुवृत्तिसहितसूत्र सूत्रे प्रत्ययः इति किमपि न पदं दृष्टं, झलोः इति कार्यमस्ति महोदय. किन्तु महोदय किं लिखितवान् प्रथमपङ्क्त्यां? झलादिप्रत्ययः इति लिखितवान्, तत् किमर्थम्? अङ्गस्य इति कारणात् वा? अङ्गस्य कुतः अङ्गस्य इति अधिकारः इति उक्तवान्. यद्यपि अङ्गस्य इति अस्ति, तथापि एतत्तु वर्णनिमित्तिकं कार्यं निश्चयेन अस्ति. आम् किमर्थं महोदयः जलादिप्रत्ययः इति लिखितवान् इति मम चिन्तनम्, अङ्गस्य अनन्तरं प्रत्ययः एव भवितुम् अर्हति, तत्र प्रत्ययकार्यमेव भवितुम् अर्हति, न तु वर्णकार्यम् भवतः इति सत्यं. किन्तु अत्रापि यदा यथा विद्याभगिन्येन भगिन्या उक्तम्, अत्र अनुवृत्तेः अनुवृत्तिसूत्रे क्वि जलोः इति दत्तं, तत्र जलोः इत्युक्ते प्रायः तदेव भवति किल. अङ्गस्य इति आयाति इति कृत्वा, अनुवृत्तिः आयाति इति कृत्वा प्रत्ययः इति अपि प्रायः निर्दिष्टम्. अन्यत्र पश्यामि तत्र तु निति इत्यपि अनुवृत्तिः उक्तमस्ति, तर्हि तदपि अहं द्रष्टुं दृष्ट्वा वदामि महोदय. ततः ङिति इति अनुवृत्तिः नास्ति किल? अन्यत्र पश्यामि चेत् तत्र निति इति अपि अनुवृत्तिः आनीतमस्ति. तर्हि हेमा भगिनी, अहं किम् उक्तवान्, जलोः इत्येव अस्ति, तत्तु सर्वे वर्णाः सूचयन्ति, किन्तु महोदय किं कृतवान्, जलादिप्रत्ययः इति सङ्कुचितवान् तत्. तत् किमर्थम् इति प्रायः अङ्गस्य इति अनुवृत्तिः अस्ति, अतः यदा अङ्गस्य अनन्तरम् अङ्गस्य परे केवलं प्रत्ययः एव कार्यं करोति, न तु वर्णः, तत्र वर्णकार्यं न भवितुम् अर्हति इति. अवगतं महोदय. काशिकायां पश्यामि तत्र निति इति अपि उक्तमस्ति, तर्हि तादृशनि तस्यपि अनुवृत्तिः इति आयाति. तर्हि प्रायः अङ्गस्य इति वदा महोदय, अङ्गकार्यस्य एव कार्यं भवति इति. यद्यपि अङ्गकार्यमस्ति तथापि वर्णनिमित्तिकं विषयः तु वर्णनिमित्तिकं विषयः अस्ति. षष्ठाध्याये अस्ति, चतुर्थे पादे अङ्गकार्यमेव भवति खलु. हा, परन्तु सिद्धान्तकौमुद्याम् एवं नास्ति, काशिकायाम् एवम् इति पृच्छामः. अस्तु, धन्यवादः प्रायः. एतत् अङ्गस्य एव कार्यम् इति महोदय. यद्यपि वयं हल्सन्धेः विषये पठामः, तथापि अङ्गकार्यं भवितुम् अर्हति इति मन्ये, अङ्गनिमित्तिकं कार्यम् इति. तर्हि यदि अङ्गस्य इति अधिकारः अस्ति, अनन्तरं निति इति अपि आयाति चेत् निश्चयेन अङ्गस्य एव भवति इति मन्ये. दृष्ट्वा वदामि, तदपि पृष्ट्वा वदामि महोदय. तर्हि अग्रे मणिमहोदय अग्रे पठति वा, पूरयति वा, मूर्छति दातु तदपि. महोदय, अमोमुर्चितः योगतः राल्लोपः इत्यनेन चकारलोपः अमोमुर् योहतः अल्याभ्योः दीर्घात् इत्यनेन तकारलोपः भवति, अनन्तरम् अमोमुर् इति पदं भवति महोदय. अत्र अत्र राल्लोपः पठामि महोदय. एतद् गतसप्ताहे भवन्तः पठितवन्तः खलु, अहं पुनः एतद् तर्हि कियत् पर्यन्तं यः दृष्टवन्तः अमोमुर् इति पर्यन्तम्? एतत् अस्तु अस्तु अस्तु महोदय, धन्यवादः महोदय. हेमा भगिनी पठति वा. भगिनी क्षम्यतां, तत्र एव अहं स्मारयामि, अमोमुर् अमोमूर्च् अमोमूर्च् योगः त, यदा त अनन्तरम् आयाति चेत् अमोमूर्च् इति अङ्गं पदसंज्ञा प्राप्नोति इति चेत् राल्लोपः इत्यस्य प्रसक्तिः न भवति. किमर्थम् इत्युक्ते राल्लोपः इति सूत्रम् अङ्गकार्यमस्ति. निश्चयेन महोदय, पुनः वदतु महोदय. अमोमूर्च् योगः त इति स्थिते वयं पूर्वं चर्चितवन्तः किल, यदा योजनानन्तरमेव पदसंज्ञा प्राप्नोति वा, न तु केवलं तत्र तिष्ठति चेत् पदसंज्ञा प्राप्नोति वा इति चिन्तने, यदा तिष्ठति चेत् पदसंज्ञा प्राप्नोति इति चेत् राल्लोपः इत्यस्य कार्यं न भवति तत्र. सत्यं सत्यं महोदय, उत्तमम् उदाहरणमस्ति. अहं तर्हि केवलं तिष्ठति, अधुना यत्र संयोगः वा लोपः भवति चेत् तस्मिन् समये पदसंज्ञा भवितुमर्हति इति. आम्, किन्तु किन्तु तकारः तत्र आवश्यकता अस्ति, नो चेत् राल्लोपः कार्यं न करोति, तस्य निमित्तमपि न भवति. तदेव महोदय, तदेव महोदय अपि वदति, यदि साक्षात् पदे चकारः पदे अस्ति इति कृत्वा पदम् इति न स्वीकर्तुं शक्नुमः. अङ्गस्य एव कार्यं भवति किं पदस्य पदान्तकार्यं अपदान्ते एव भवति अपदान्ते अस्ति हेमं भगिनि अग्रे पठतु. तत्रैव किल भगिनि अत्र राल्लोपः अत्र राल्लोपः सर्वप्रथमं भवति यतोहि तत् अङ्गकार्यमस्ति चतुर्थपादे अस्ति अपि च हल्न्याभ्यो दीर्घाच्युतिस्य प्रथमं हल् इति प्रथमपादे अस्ति अतः परसूत्रस्य बलत्वात् अपि च अङ्गकार्यं भवति इति कारणेन प्रथमं रालोपः रालोपस्य कार्यं भवति इति अनन्तरं सन्धिकार्यस्य कार्यं तर्हि अनन्तरमेव तकारस्य लोपः भवति हल्न्याभ्यो दीर्घाच्युतिस्य प्रथमं हल् इति सूत्रेण. रालोपः इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु पूर्वत्रासिद्धम् इत्यनेन असिद्धे. उपधायां च संयोगान्तस्य लोपः च उपधायां च इत्यनेन धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्. अत्र तस्य प्रसक्तिरस्ति. तर्हि उकारस्य ऊकारः भवितुम् अर्हति परन्तु इदं सूत्रं तु त्रिपाद्याम् अस्ति अतः पूर्वत्रासिद्धं कारणेन तत् असिद्धं भवति इति. तस्य कृते पदसंज्ञा न अपेक्षिता अपि तु धातुसंज्ञा एव अपेक्षिता. अत्र मोमूर्च् इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः अस्ति किन्तु राल्लोपः इति सूत्रं प्रति उपधायां च असिद्धं भवति पूर्वत्रासिद्धम् अनेन. समानरूपेण संयोगान्तस्य लोपः अपि त्रिपादिसूत्रम् अस्ति. राल्लोपः प्रति इदं सूत्रमपि असिद्धं भवति. संयोगान्तस्य लोपः इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता. अमोमूर्च्छयोगः त इति स्थितौ तिप् अस्ति अतः पदसंज्ञा अस्ति. यदि केवलं योजयामः चेत् अस्ति एव खलु, किमपि कार्यं न भवति इति. प्रथमम् अस्माकं चिन्तनं संयोगान्तस्य लोपः इति भवति चेत् यदि उपधायां च वयं न कार्यं कुर्मः, राल्लोपः अपि न कार्यं कुर्मः चेत् केवलं वर्णमेलनं भवति खलु तस्मिन् समये. तर्हि तादृशसन्दर्भे संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः प्रायः भवेत्, किन्तु तद् न भवति. किमर्थम् इत्युक्ते राल्लोपः इत्यस्य कार्यं भवति. परन्तु अत्र अमोमूर्च्छयोगः त इति योजनेन एव पदसंज्ञा अस्ति इति तथा नास्ति. यदि योजनं भवति, योगः इति न तिष्ठति, योजनं भवति चेत् प्रथममेव योजनं भवति चेत् पदसंज्ञा, यदि योजनम् अभवत् चेत् पदसंज्ञा भवति खलु. योजनम् इत्युक्ते अत्र लोपः. अत्र लोपः इति न महोदयेन न उक्तम्, केवलं परन्तु तदेव आशयः किल. अमोमूर्च्छयोगः त इत्युक्ते इदानीं योग योजितं वय योगः अभवत् इत्युक्ते केवलं तिष्ठति एव. परन्तु यदा वयं हल्न्याभ्यो सूत्रं योजयामः तदनन्तरं तकारस्य लोपः भवति तदा एव अमोमूर्च्छिति पदं भवति किल. सत्यम्. यदि हल्न्याभ्यो दीर्घसूत्रस्य प्रत्यं कल् हल् इति त्यजतु, तद् त्यक्त्वा केवलम् अमोमूर्च्छयोगः इति मेलनं कुर्मः चेत् अस्मिन् समये अपि पदं भवति खलु. भवति तद् कार्यं न भवति. किमर्थम् इत्युक्ते राल्लोपः इति आगत्य कार्यं करोति, अनन्तरं हल्न्याभ्योपि कार्यं करोति. चिन्तनं, केवलं चिन्तनम् अत्र महोदय आनीतवान् तावत्. पदान्ते च चकारथकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्. चकारथकारयोः आसीत् किन्तु रालोपः इति सूत्रं प्रति संयोगान्तस्य लोपः असिद्धं भवति. अपि च ह्यः किञ्चित् संयोगस्य विषये अपि चर्चा अभवत्. संयोगस्य नामकरणं यत्र भवति तत्र द्वौ वा अधिक हल् वर्णयोः मध्ये अचुवर्णः न भवेत् इति. परन्तु यदा वयं संयोगः इति स्वीकुर्मः तदा तत्र केवलं द्वौ वर्णौ एव स्वीकुर्मः इति. इत्युक्ते यदि चत्वारः चत्वारि व्यञ्जनानि सन्ति यत्र संयोगः अस्ति तत्र भिन्नभिन्नसंयोगाः भवितुम् अर्हन्ति इति. भगिनि तस्मिन् विषये अग्रे महोदयेन दत्तं तस्मिन् विषये साक्षात् महोदयेन तत्र अग्रे दत्तमस्ति तदपि पठितुमिच्छामि. अग्रे पठामि वा अत्र प्रश्नः उदेति. अत्र प्रश्नः उदेति अमोमूर्च्छयोगः त इति स्थितौ राक्षस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा. पदसंज्ञा अस्ति, पदान्ते संयोगः अपि अस्ति, किन्तु अत्र पदान्ते कः संयोगः अस्ति? छकारतकारयोः एव. भाष्यकारः प्रतिपादयति यत् संयोगः भवति द्वयोः हल् वर्णयोरेव. अतः अत्र रेफचकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न, अनेन कारणेन रात्सस्य इत्यस्य प्रसक्तिरेव नास्ति इति. अस्तु, स्पष्टमस्ति किल? अग्रे अमोमूर् अत्र पुगन्तलघुपदस्य च इदानीम् उपदायाम् उकारः अस्ति अतः पुगन्तलघुपदस्य इत्यनेन प्रत्ययलक्षणात् उपदायां स्थित वर्णस्य गुणः भवति. अतः उकारस्य ओकारः भूत्वा अमोमुर् अमोमोर् इति भवति. पदान्ते रेफः अस्ति अतः खदवस्थानयोर्विसर्जनीयः, अनेन अत्र विसर्गादेशः आगत्य अमोमोः इति रूपं भवति. धन्यवादः भगिनी. अत्र पुगन्तलघुपदस्य इति सूत्रं हल्याभ्यो दीर्घच्युतिस्य पृक्तं हल् इत्यस्मात् पूर्वमपि कार्यं कर्तुं शक्नोति किल? किमर्थम् इत्युक्ते तत्तु परसूत्रम् अस्ति, तत्र अङ्गकार्यमपि अस्ति. किमर्थं प्रथमं हल्याभ्यो इति कार्यं करोति भगिनि? प्रथमं भवतु, तदपि भवतु, क्लेशः न वर्तते भगिनि. अत्र प्रथमं करोति चेत् अपि क्लेशः न भवति. अत्र क्षम्यतां, हल्याभ्यो प्रथमं भवति चेत् हल्याभ्यो दीर्घस्य प्रथमं हल् इत्यस्य प्रसक्तिः एव न भवति खलु? किमर्थं प्रथममेव पुगन्त हल् हल्याभ्यो दीर्घस्य अस्ति खलु? हलन्तधातुभ्यः अपृक्तकारस्य लोपः भवति. यदि पुगन्तलघुपदस्य इति कार्यं भवति चेत् हल्याभ्यो इत्यस्य कार्यमेव न भवति खलु? किमर्थं भगिनि? अमो अमोमुर् इति अस्ति, तद् यदि पुगन्तलघुपदस्य च इति कार्यं करोति चेत् अमोमोर् योगः त इति भवति. अग्रे पुगन्तलघु अशमितम् अमोमुर् इति अस्ति, उकारः अस्ति, तर्हि अमोमोर् इति भवति खलु? क्षम्यताम्, आमामां भवितुम् अर्हति भगिनि, सत्यं भवितुम् अर्हति. भवति चेत् अपि क्लेशः न भवति. सोपाने किमपि परिवर्तनं न भवति खलु? चिन्तनपरिवर्तनं किमपि न भवति. अमोमोर् योगः तकारः हल्याभ्यो दीर्घस्य प्रथमं हल् इति वक्तुं शक्नुमः. तदस्ति भगिनि, अत्र परिवर्तनं रूपस्य परिवर्तनं न भवति, परन्तु तत्र कोऽपि नियमः अस्ति वा किमर्थं हल्याभ्यो इति प्रथमं कार्यं करोति अनन्तरं पुगन्तलघुपदस्य इति आगच्छति? बिकास् अद्य तु अमोमोर् इति पदम् अभवत्, इदानीं तु अङ्गकार्यं नास्ति. अमोमोर् इति पदम् अभवत्, तर्हि प्रथमं वयं पदान्तं कुर्मः, तर्हि पदान्तकार्याणां कार्यं कर्तुं शक्नुमः खलु इति कृत्वा एव प्रथमं तत्. अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति तस्यापि कार्यं भवति खलु? तदर्थं प्रायः अस्तु, नो चेत् तस्यापि कार्यं न भवति. तथा नास्ति भगिनि, अत्र क्लेशः न सङ्कर्षः नास्ति खलु इति कृत्वा सोपनं प्रथममपि कर्तुं शक्नोति, अनन्तरमपि कर्तुं शक्नोति इति मम अवगमनं. यत्र क्लेश सङ्कर्षः न भवति तत्र बलाबलचिन्तनं न आवश्यकम् इति. अस्तु अस्तु अस्तु, अग्रे पठामि. आं भगिनि, पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति. स्कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य. जलीपदान्ते च स च क च तयोर् इतरेतरद्वन्द्वः स्कौ तयोः स्कोः संयोगस्य आदि संयोगादि तयोः संयोगाद्योः षष्टितत्पुरुषः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगाद्योः स्कोः लोपः जलीपदस्य अन्ते च स्कोः संयोगाद्योरन्ते च इति सूत्रं वदति यदि संयोगः अस्ति पदान्ते वा अथवा यदि जलीपरे वा संयोगस्य प्रथमसदस्य सकारः वा ककारः अस्ति चेत् तत्र सकारस्य ककारस्य एव प्रथमसदस्यस्य एव लोपः भवति न तु द्वितीयसदस्यस्य पूर्वं संयोगान्तस्य लोपः इत्यनेन पदान्ते अन्तिमवर्णस्य लोपः भवति इति उक्तं परन्तु अत्र एतत् सूत्रं वदति प्रथमसदस्यस्य एव लोपः न तु द्वितीयसदस्यस्य इति यदि प्रथमसदस्यः सकारः वा ककारः इति कृत्वा एतत् सूत्रम् अपवादसूत्रं वा आं भगिनि निश्चयेन बाधते संयोगान्तस्य लोपः इत्यस्य सूत्रं बाधते एतत् सूत्रम् अनुवृत्तिसहितसूत्रं संयोगाद्योः स्कोः लोपः जलीपदस्य अन्ते च अत्र कथं वयं जानीमः एतत् सकारककारः प्रथमा अस्ति चेत् एव लोपः भवति न तु अन्ते कथं जानीमः अनुवृत्तिसहितसूत्रे आद्योः इति अस्ति खलु संयोगाद्योः इति अस्ति संयोग आद्योः स्कोः अस्तु अस्तु आदि आदिमवर्णसकारः ककारः अस्ति चेत् तयोः लोपः अस्तु भगिनी कथं प्रथम द्वितीयसदस्य दत्तमस्ति यथा उदाहरणमस्ति भस्ज जकार सकार रेफ अपि अस्ति तस्य पूर्वं अत्र प्रथमसदस्यः अत्र संयोगः इति स्वीकुर्मः चेत् यदा महोदयेन उक्तं संयोगचिन्तनं भवति तर्हि सदस्यद्वयं स्वीकृत्य चिन्तनीयं भवति अत्र ब्रश् इति यत् भगिन्या उक्तं तत्र रेफस्य परे अकारः अस्ति केवलं सकारः जकारः एव संयोगः अस्तु यदि यदि त्रीणि त्रयः वर्णाः सन्ति चेत् संयोगः अस्ति च अत्र असंस्थिति अस्ति खलु अन्य उदाहरणं तत्रापि संयोगः अस्ति किन्तु चिन्तनं कथम् इत्युक्ते वर्णद्वयं स्वीकृत्य चिन्तनीयं भवति तयोः कः प्रथमसदस्यः कः द्वितीयसदस्यः धन्यवादः भगिनी क्षम्यतां पूर्वपरिच्छेदे एकः प्रश्नः अस्ति अत्र प्रश्नः उदेति इति दत्तमस्ति तस्मिन् अतः अत्र रेपचकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते नास्ति अनेन कारणेन अत्र रात्सस्य इति इत्यस्य प्रसक्तिः नास्ति इति दत्तमस्ति रात्सस्य किं वदति रेपः पूर्वं भवति सकारः अनन्तरं भवति इत्येव किल अत्र रेपः पूर्वमस्ति छकारः अनन्तरम् अस्ति सूत्रस्य आशयः कः रेपः पूर्वम् अस्ति अनन्तरं सकारः अस्ति चेत् सकारस्य भवति अन्यवर्णः अस्ति चेत् मा भूत् इति अस्ति खलु तर्हि एतावत् तिष्ठति किन्तु महोदय किं लिखितवान् अत्र यद्यपि अस्ति तथापि पदान्ते न इति तत्र प्रसक्तिः एव नास्ति यदि प्रसक्तिः अस्ति चेत् महोदय चिन्तनं भवतु प्रसक्तिः अस्ति चेत् यदि अमूमूर्छकारं विस्मरतु यदि अमूमूर्छ इति पदान्तविषयः इति चिन्तयतु तर्हि रासस्य इत्यस्य प्रसक्तिः अस्ति वा नास्ति किमर्थं नास्ति रेफस्य अनन्तरं छकारः तत्तु नियम सत्यं नियमसूत्रमस्ति तर्हि रासस्य किं वदति यदि तस्य अवगमनम् अस्माकं किं भवति संयोगान्तस्य लोपः इत्यनेन किं भवति संयोगान्तस्य लोप इत्यनेन चकारस्य लोपः भवितुम् अर्हति किन्तु रात्सस्य तत् बाधते खलु संयोगान्तस्य सूत्रस्य बाधा भवति रात्सस्य सूत्रेण. तद् किं वदति इत्युक्ते यद्यपि पाणिनिना उक्तं रात् तस्य एव लोपः इति उक्तं तथापि आशयः पाणिनेः आशयः कः इत्युक्ते अन्यवर्णः अस्ति चेत् मा भूत् लोपः मा भूत् इति आशयः. तर्हि अमोमूर्च्छति स्थितौ तदेव अस्ति पदान्त अमोमूर्च्छति चिन्तयतु. तर्हि अमोमूर्च्छति स्थितौ मोमूर्च्छति अमोमूर्च्छति स्थितौ तत्र संयोगान्तस्य लोपः इति प्रभाद्य राक्षस्य कार्यं करोति खलु. प्रसक्तिः अस्ति. राक्षसी किं वदति सकार रेफा रेफात् परे सकारः अस्ति चेत् लोपः भवेत् नो चेत् अन्यवर्णः अस्ति चेत् मा भूत्. तर्हि संयोगान्तस्य लोपः इति निश्चयेन कार्यं न करोति. तर्हि अमोमूर्च्छति एतावत् तिष्ठति. अवगतवान्. तर्हि उपादायं रेफः अस्ति चेत् अस्माकं चिन्तनं भिन्नम् इति अत्र सारांशः. राक्षस्य इति कार्यं राक्षस्य इति राक्षस्य इति सूत्रस्य कार्यं द्वयमस्ति. यदा सकारः पदान्ते अस्ति चेत् तस्य लोपः कारयति. यदि अन्यवर्णाः अस्ति चेत् तस्य लोपः बाधति अपि बाधति. साक्षात् पश्यति चेत् लोपं कार्य सकारस्य लोपं कारयितुं किमर्थं नूतनसूत्रं संयोगान्तस्य लोपः इति सूत्रमेव पर्याप्तं खलु. आम् आम् अन्यकारस्य एव तदेव स्पष्टीकर्तुमेव नूतनसूत्रं रचितम्. अन्यवर्णाः सन्ति चेत् मा भूत् इति कृत्वा इति कृत्वा एतत् सूत्रं रचितवान्. अवगतवान् भगिनि. धन्यवादः. धन्यवादः महोदय. तर्हि किम् इत्युक्ते पदान्ते उपादायं रेफः अस्ति चेत् किञ्चित् अस्मा अवधानं दातव्यं प्राप्तु चेत् इति प्रसक्तिः भवति. तथा एव जलि जल् प्रत्याहारे कश्चन वर्णः प्रत्ययः प्रत्यय आदौ अस्ति चेत् अनन्तरं रेपः पुनः उपादायाम् अस्ति चेत् राल्लोपः इत्यस्य सूत्रस्य प्रसक्तिः भवति. पदान्ते अस्ति चेत् राक्षस्य अङ्गस्य अस्ति चेत् यत्र जलि परे अस्ति चेत् जल् प्रत्याहारः प्रत्ययः परे अस्ति चेत् तर्हि राल्लोपः इति कार्यं. साक्षात् पश्यामश्चेत् पदान्तकार्याणि पश्यन्तः स्मः किन्तु राल्लोपः अपि महोदय अत्र योजितवान्. पदान्तकार्याणि इति पश्यामः चेत् संयोगान्तस्य लोपः राक्षस्य इति द्वितीयं सूत्रम्. अनन्तरं तृतीयसूत्रमस्ति स्कोः संयोगाद्योरन्ते च. एतत्तु पदान्तकार्यमस्ति अपि अस्ति जलि परे अपि अस्ति. तर्हि वि हव् टु हव् त्री कालम्स्. पदान्तकार्याणि केवलं पदान्तकार्याणि केवलं जलि परे अनन्तरं जलि परे पदान्ते अपि यत् अस्ति इति यत् अस्ति तदपि द्रष्टव्यं भवति. त्रि तथा अस्माभिः वि हव् टु क्रियेट् त्री कालम्स् त्री सेक्षन्स् अपि उल्पत्यानि. पुनः एकवारं वदतु जलि पदान्ते पदान्ते केवलपदान्ते कानि कानि कार्याणि सन्ति सूत्राणि सन्ति इति प्रसक्तमिति द्रष्टव्यं भवति. अनन्तरं केवलं जलिपरे एव कानिचन सूत्राणि सन्ति. अनन्तरं जलिपरे अपि अस्ति पदान्ते अपि उभयत्र कार्यं करोति कानिचन सूत्राणि. उदाहरणार्थं स्कोः संयोगाद्योरन्ते चेति सूत्रं जलि अपि कार्यं करोति पदान्ते अपि कार्यं करोति. परन्तु द्वयोर् आवश्यकं नास्ति. उभयत्र प्रसक्तिः अस्ति किन्तु बलाबलं विचिन्त्य वयं कार्यं कुर्मः. तर्हि पदान्तकार्याणि एतावत्पर्यन्तं किं किं दृष्टवन्तः संयोगान्तस्य लोपः राक्षस्य अनन्तरं स्कोः संयोगाद्योरन्ते चेति सूत्रं जलिपरे सूत्राणि किं दृष्टवन्तः राल्लोपः अनन्तरं पुनः स्कोः संयोगाद्योरन्ते चेति सूत्रम्. तर्हि सरला भगिनी पठति वा भगिनि. आं भगिनि. यथा भ्रश्च इति औपदेशकधातु तस्य यङ् लुगन्तधातु परि भ्रश्च लङ्लकारस्य अबरि भ्रश्च योगतकार हल्याभ्यो दीघात्सु तस्य प्रक्तं हल् इति सूत्रेण इत्यनेन त लोपः भवति. अबरि भ्रश्च स्कोः संयोगोद्योरन्ते वा इत्यनेन सकारलोप अबरिभज् इति भवति. अतः अबरिभज् इति यङ् लुगन्तधातु लङ् लकारे अस्ति, तस्य तकारयोजनेन प्रथमपुरुषे हल् आङ्गुभ्यौ दीर्घासुतस्य पृक्तं हल् इति तकारस्य लोपः भवति, अबरिभस् भवति. प्रसक्तिः कथं भवति अत्र, केन कारणेन? तत्र सकारप्रथमपद अस्ति, जकार द्वितीयपदम् अस्ति, अतः स्कोः संयोगाय संयोगो आद्य अन्तरे प्रसक्ति भवति, सकारस्य लोप भवति. प्रथमपदम् इति न वदामः, प्रथमसदस्यः इति संज्ञा इति पदसंज्ञा भिन्नम् अर्थः अस्ति. किमर्थं भिन्ननिमित्तं, किमर्थं तृतीयनिमित्तं किम् इत्युक्ते पदान्तकार्यं भवति. किमर्थम् इत्युक्ते यद्यपि तकारस्य लोपः जातः तथापि प्रत्यलोपे प्रत्यलक्षणम् इत्यनेन पदसंज्ञा भवति अबरीवृच् इत्यस्य, तर्हि पदान्तकार्यं भवति. अत्र तु जलीपरिकार्यं किमपि नास्ति खलु, तर्हि पदान्तकार्यं तस्य प्रथमसद्यस्य सकारः अस्ति, तस्य द्वितीयनिमित्तं भवति, तस्य लोपः भवति. सो द्वे निमित्तं भवति इदानीं. सत्यं भगिनि, द्वितीयनिमित्तं तावदेव, अधुना तावदेव अस्ति. अस्तु, सकारः अस्ति प्रथमसदस्यः, अनन्तरं पदान्तकार्यमस्ति इति कृत्वा. भगिनि एकः प्रश्नः, भगिनि श्रुत्वसन्धेः अवसरः धातौ धातुरन्ते अपि भवितुम् अर्हति वा? पदस्य एव श्रुत्वसन्धिः तु अस्माकं वर्णनिमित्तिककार्यम् अस्ति, अष्टाध्याय्याम् अन्ते एव आयाति खलु, त्रिपादीसूत्रस्य अन्ते एव आयाति इति कृत्वा सर्वाणि एतादृशकार्याणि सर्वं समाप्य अन्ते श्रुत्वसन्धिः श्रुत्वसन्धिः तादृशसन्देहः भवति. प्रथमम् एतादृशकार्यं भवति वर्णनिमित्तिकमेव, प्रथमम् एतादृशकार्याणि सर्वाणि भूत्वा अनन्तरम् अन्ते श्रुत्वसन्धिः. किमपि वयं प्रवेशपुस्तके दृष्टवन्तः, तानि सर्वाणि कार्याणि अपि भवन्ति अन्त्यरूपम् अन्तिमरूपं प्राप्तुम् अनन्तरं वयं योजयामः. मम सन्देहः यतोहि अत्र ब्रश् इति धातुः अस्ति, सकारस्य अनन्तरं चवर्गीयवर्णः अस्ति, तत्र सकारस्य शकारः भवति वा? रेफात् परे किं भगिनि? रेफात् परे न, सकारात् परे चवर्गीयवर्णः अस्ति किल, तोः चुनाष्टुः, तर्हि सकारस्य परे चवर्गीयवर्णः अस्ति चेत् सकारस्य शकारः भवति, दन्त्यवर्णस्य तालुवर्णः भवति. सत्यं भगिनि, आम्. व्रश्च इति भवितुम् अर्हति, यतोहि व्रश्च इति सूत्रे वा व्रश्च तत्र महोदयेन उक्तं सकारः मूले आसीत् इति. अत्र तु धातोः एव साक्षात् रूपं ब्रज् इति एव रूपं, सकारः मूले तु सकारः एव अस्ति. हा, तत्रापि धातुपाठे व्रश्च इति एव दत्तम्. अग्रे गत्वा यदि सकारः तिष्ठति चेत् प्रायः तस्मिन् समये वयं श्रुत्वसन्धिं कुर्मः, अधुना किन्तु लोपः भवति खलु तत्र. अधुना अग्रे, परन्तु ब्रश् इति धातुनिर्माणसमये एव सन्धिकार्यं भवति वा इति एकचिन्तनम्. धातोः तु साक्षात् शकारः भवति, यथा उक्तवती साक्षात् तत्र शकारः नास्ति, किन्तु सन्धिं कृत्वा शकारः भवितुम् अर्हति, अधुना तस्य आवश्यकता नास्ति खलु इति कृत्वा न लिखितवान् इति मन्ये. ब्रश् इति एव धातोः रूपं ब्रश् इति एव अस्ति. प्रायः अहमपि अधिकतया न जानामि भगिनि, अहम् अत्र दृष्ट्वा वदामि शब्दकोशे, प्रायः कुत्रचित् अपि षत्वं भवति वा इति अहं दृष्ट्वा वदामि. अहं चिन्तयामि भगिनी अत्र न श्रूयते भगिनि, भगिनी न श्रूयते, इदानीं श्रूयते वा? आम् आम्, व्रश्च इति धातु अस्ति किल अग्रे, तत्र वा व्रश्च इति अस्ति, तत्र शकारचकारः अस्ति, तत्र महोदयेन उक्तं शकारः तु मूले सकारः आसीत् इति. मूलधातु लौकिकधातु वा व्रश्च इति अस्ति, तत्र एव शकारः अस्ति इति कृत्वा मूले सकारः अस्ति इति महोदयेन उक्तं. परन्तु अत्र यथा भगिनीन उक्तवती तत्र तु मूले तु ब्रश्च इति एव अस्ति, तत्र सकारः एव मूले अस्ति, अतः तत्र तु स्तोहश्चुनाश्चुः इत्यस्य अवसरः एव नास्ति. अधुना नास्ति, किन्तु अग्रे गत्वा यत्र कानि अत्र रूपाणि पश्यामि भगिनी, अत्र अष्टाध्यायी.com / धातुः अस्ति खलु, तत्र ब्रश्च इति स्वीकृत्वा पश्यामि, तत्र कुत्रचित् षत्वं भवति, तत्तु अन्तिमकार्याणि सन्ति, षत्वसन्धि षष्ठसन्धि सर्वाणि तु अन्तिमकार्याणि भवन्ति, अधुना प्रथमसोपाने न आयान्ति, तर्हि अन्तिमसोप रूपनिर्माणसमये तादृशसूत्राणाम् अवसरः भवति, तस्मिन् समये वयम् उपयोगं कुर्मः, अधुना न आवश्यकम्, अधुना आदौ न कुर्मः इति. क्षम्यतां भगिनि, अधुना कार्यं न करोति, किमर्थम् इत्युक्ते अधुना असिद्धम् अस्ति, पूर्वत्र असिद्धम् इत्यनेन. सत्यं भगिनि, धन्यवादः भगिनि, बहु सम्यक् उक्तवती. न पूर्वत्र सिद्धं किम् उक्तवती अहं न अवगतवती. अधुना तु प्रथमं हल्यादिव दीर्घात् स्तुतिस्य पृष्टम् अपि च स्कोः द्वरन्ते च इत्यस्य कार्यं भवति, पूर्वत्र सिद्धम् इति जातः प्रायः वयं एतत् किञ्चित् अनन्तरं पश्यामः वा. अस्तु अस्तु तर्हि कस्य क्रमः रामप्रिया भगिनी पठति वा? हा महोदय, रामप्रिया भगिनी पठति, समाप्य वयम् एतद् पश्यामः भगिनी, क्षम्यताम्. षष्टी इति धातुः इदानीं संस् धातुः अदादिगणीयदातवः, षष्टि अत्र उपदेश अजनुनासिक इति सूत्रेण इकारलोपः भूत्वा षस्त्, धात्वादेः शः सः इति सूत्रेण सस्त् इति इदानीं भवति, इदितोनुं धातुः मिदच्योन्त्यात् परः इति सूत्रेण नुम् आगमः भवति, संस्त् इति धातुः भवति, लङ्गीरूपम् असंस्त् योगः तकारः, हल्ङ्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इति सूत्रेण तकारलोपः भूत्वा असंस्त्, स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारः सकारतकारयोः संयोगः अस्ति, अत्र सकारः प्रथमसदस्यः संयोगस्य, तस्य लोपः भूत्वा असन्त्, इदानीमपि संयोगः अस्ति, संयोगः तु नकारतकारयोः, अतः संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति, तकारः लोपः भूत्वा असन् इति रूपं प्राप्नोति. ह्यः अपि केषाञ्चन प्रश्नमासीत् अत्र अष्टमाध्याये स्कोः संयोगाद्योरन्ते च इति परसूत्रमस्ति, अनन्तरं कथं पूर्वसूत्रं कार्यं करोति इति संशयः अस्ति, कार्यसिद्धं भवति खलु इति महोदय उक्त्वा अहं महोदयम् इतत्ररूपेण प्रेषितवती, अग्रे दृष्ट्वा वदामि, पूर्णतया विवरणं दास्यामि इति उक्तवान्, कार्यं भवति किन्तु विवरणं दास्यामि, क्रीडं दास्यामि इति उक्तवान्, किमर्थं तथा भवति इति, कार्यसिद्धं भवति खलु अत्र इति कृत्वा. सः वदतु भगिनि, अत्र संयोगान्तस्य लोपः इति अन्तिमसोपानं वा? हा आं भगिनि, भवत्याः एव प्रश्नः आसीत् खलु, विद्याभगिन्याः प्रश्नः, तदेव मम प्रश्नः, अहं तस्मिन् विषये चिन्तितः, अत्र तु यद्यपि कार्यसिद्धम् इति कृत्वा यत् स्कोः संयोगाद्योरन्ते च इति कार्यं कृतं, तत्तु एतत् सूत्रं न पश्यति इति कृत्वा तर्हि सकारमेव पश्यति खलु इति, परन्तु अत्र कार्यं कर्तुं शक्नोति, तकारस्य लोपः भवितुम् अर्हति इति कृत्वा तकारस्य लोपः भवति, असन् इति एव रूपम् आगच्छति. आमां, तद् तस्मिन् विषये किञ्चित् दृष्ट्वा पूर्णतया विस्तृतरूपेण वदामि इति उक्तवान्, लिपत्ररूपेण लिखितवान्, पुनः ममापि तद् किञ्चित् मम समाधानं न प्राप्तं भगिन्याः प्रश्नं श्रुत्वा, पुनः अहमपि पृष्टवती, तदेव कार्यं स्वीकृत्य पृष्टवती. धन्यवादः. उचितः प्रश्नः आसीत्. धन्यवादः. अग्रे पठतु भवती. अत्र कश्चन प्रश्नः उदेति. असंस्त् इति स्थितां स्थित्यां पदान्ते संयोगान्तस्य लोपः स्कोः संयोगाद्योरन्ते च इति द्वयोः अपि प्रसक्तिः. सूत्रद्वयं त्रिपाद्याम्, अतः किमर्थं न पूर्वत्र असिद्धम् इत्यनेन परशास्त्रम् असिद्धम्, असिद्धत्वात् संयोगान्तस्य लोपः अत्र भवेत्. प्रथमं प्रश्नः अस्ति यत् यदा असंस्त् इति स्थितिः अस्ति तत्र पदान्ते अस्ति संयोगान्तस्य लोपः स्कोः संयोगाद्योरन्तेश्च, द्वयोः सूत्रस्य अपि प्रसक्तिः अस्ति पदान्तकार्यम् इति कृत्वा. सूत्रद्वयमपि त्रिपाद्याम् अस्ति. किमर्थं पूर्वत्र असिद्धम् इति इत्यनेन पूर्वकार्यं बलवत् भवति. पूर्वकार्यं संयोगान्तस्य लोपः अत्र कुर्यात् इति उत्तरमस्ति यत् पदान्ते स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः. यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते स्कोः संयोगाद्योरन्ते च निरवकाशं भवति. अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगाद्योरन्ते च इत्येव प्रवर्तनीयं भवति. पूर्वत्र सिद्धम् इत्यस्यापि अपवादः. उत्तरमस्ति यत् स्कोः संयोगाद्योरन्ते च इति सूत्रं तु अपवादसूत्रमस्ति संयोगान्तस्य लोपः इत्यस्य. पदान्ते यदा संयोगः भवति प्रथमसदस्यः सकारः वा ककारः वा अस्ति चेत् यदा संयोगान्तस्य लोपः तत्र कार्यं करोति चेत् स्कोः संयोगाद्योरन्ते च तस्य निरवकाशं भवति. अतः अपवादबलेन पदान्ते यदा अवसरः प्राप्तं चेत् स्कोः संयोगादि अन्ते च इति सूत्रं कार्यं करोति. पूर्वत्र सिद्धम् इति अस्यापि अपवादः एतत्. धन्यवादः. पठामि. अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङि तकारलोपे सति असंस्त् इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां, नकारसकारतकाराणां, तस्मात् सकारः संयोगस्य आदौ नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति प्रसक्तं न. किन्तु यथोक्तम् उपरि संयोगः द्वयोः वर्णयोः एव, न तु त्रयाणाम्. अतः अत्र संयोगद्वयं वर्तते, नकारसकारयोः अपि च सकारतकारयोश्च. सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात् स्कोः संयोगाद्योरन्ते च इति सूत्रं प्रसक्तं प्राप्तं च. असंस्त् इति स्थिते तत्र संयोगे त्रीणि वर्णानि सन्ति, नकारः सकारः तकारः. तत्र तु नकारः प्रथमसदस्याम् अस्ति. यदा वयं त्रीणि वर्णानि एकगणम् इति कृत्वा पश्यामश्चेत्, किन्तु तादृशं न द्रष्टव्यं, द्वयोः मध्ये एव द्रष्टव्यम् इति. इत्युक्ते यत्र नकारसकारतकारः अस्ति, नकारसकारयोः मध्ये एकः संयोगः अस्ति, अपि च सकारसकारयोः मध्ये एकः संयोगः अस्ति. तत्तु पदान्ते अस्ति, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः अस्ति, अपि च प्राप्तिः इति तत्र दत्तमस्ति. यत्र पदान्तकार्यं भवति तत्र तु पृष्ठतः एव वयं द्रष्टुं शक्नुमः खलु, पृष्ठभागतः. तर्हि प्रथमसंयोगः अस्ति तत्र पृष्ठभागतः पश्यामः चेत् सकार तकारयोः संयोगः अस्ति इति कृत्वा तत्र कार्यं भवति आदौ. अनन्तरं एकगणं कृत्वा तत् न द्रष्टव्यम् इति अपि तदपि मुख्यं. यदि द्वयोः वर्णयोः न पश्यामश्चेत् प्रथमसदस्यः नकारः एव भवति. सत्यं महोदय, मिलित्वा न पश्यामः, मिलित्वा न द्रष्टव्यम्. अग्रिमपङ्क्तिः पठति. अन्यः प्रश्नः उदेति, अन्य कोऽपि पठति वा? न, भवान् एव पठति वा? हा, अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्च पदान् नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त् तदा स्कोः संयोगाद्योरन्ते च इत्यनेन असंत् तदा अनुस्वारस्य परसवर्णः इत्यनेन नकारः असन्त् तदा पूर्वत्र असिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्त् इत्येव स्यात्. उत्तरम् अस्ति यत् अस्मिन् क्रमे नश्चापदान्तस्य झलि इत्यस्य अवसरः न भवति. अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव झलि इत्यनेन अनुस्वारः आरम्भे एव इदानीं रूपं किम् इत्युक्ते असंस्त् आरम्भे एव असम् नकारः किमर्थं नश्चापदान्तस्य झलि नुमागमस्य नकारः आसीत् किमर्थं साधारणतया कुर्मः खलु नुमागमस्य अनन्तरं नश्चापदान्तस्य झलि इति कुर्मः प्रथमम् अनन्तरम् अन्ते आगत्य अनुस्वारतैः परसवर्णः इति कुर्मः किन्तु अधुना किमर्थं नश्चापदान्तस्य झलि इति किमर्थं न कृतं किमर्थं नकारः एव तत्र स्वीकृतम् इति प्रश्नः. पठामि भगिनि. अतः अस्य उत्तरमस्ति यत् अस्मिन् क्रमे नश्चापदान्तस्य झलि इत्यस्य अवसरः न भवति एव परसूत्रात् स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति असन् इति रूपं सिद्ध्यति. नश्चापदान्तस्य झलि तु तृतीयपादे अस्ति अपि च स्कोः संयोगाद्योरन्ते च अपि संयोगान्तस्य लोपः द्वितीयपादे स्तः अतः ते पूर्वसूत्रे भवतः अतः पूर्वसूत्र बलवत् भवति कारणेन नश्चापदान्तस्य झलि तस्य प्रसक्तिरेव नास्ति प्राप्तिरपि नास्ति इति रूपं भवति असन्नेव. असन् इति दशायां नकारात् परे झल् नास्ति एव. नश्चापदान्तस्य झलि यदि जल् वर्णः परे अस्ति अपदान्ते अस्ति तर्हि नकारस्य अनुस्वारः भवति इति. परन्तु अत्र नकारात् परे झल् वर्णः एव नास्ति इति अतः अस्मिन् स्थितौ नश्चापदान्तस्य झलि न भवति एव. आरम्भात् अन्तपर्यन्तं नुमागमस्य नकारः न इत्येव तिष्ठति. तर्हि तस्य कारणेन सन्त् इति संस् इति पदे नकारः अस्ति न तु अनुस्वारः इति. पूर्वतया नकारः एव तिष्ठति. धन्यवादः. व्रश्च इति औपदेशिकधातुः, तस्य यङ् लुगन्तधातुः वाव्रश्च. अवाव्रश्च योगः त इदानीं हल्याभ्यो दीर्घात् श्रुतिस्य पृष्टं हल् इत्यनेन तकारस्य लोपः भवति. तर्हि अवाव्रश्च इति पदं सञ्जातं. पदान्तकार्यं भवति इदानीं स्कोः संयोगाद्योरन्ते च इति कारणेन षकारचकारस्य संयोगः अस्ति अत्र. अतः सकारलोपः इति कृत्वा अत्र अवाव्रच् इति रूपम् आयाति. यद्यपि वयं षकारः तत्र दृश्यते न तु सकारः. अत्र उक्तमस्ति वस्तुस्थितिः इयं यत् सकारस्तु अस्ति तदा चकारस्य प्रभावेन स्तोहोश्चुनाश्चुः इत्यनेन सकारस्य स्थाने षकारः आगतः. अत्रैव मम प्रश्नः आसीत्. व्रश्च इति धातुः अस्ति, तर्हि मूलरूप वस्तुस्थितिः सकारः मूले आसीत् इति महोदयेन उक्तवान्, केचन एतादृश केचन उदाहरणाः सन्ति यत्र मूले अन्यवर्णाः भवन्ति इति. किन्तु धातुपाठे पश्यामः चेत् साक्षात् शकारः एव तत्र दत्तः. आम् आम्, तदेव मम प्रश्नः आसीत्. तर्हि पाणिनिः स्वयं किमर्थं शतसन्धि, कुत्रचित् स्वयं शतसन्धि कृतवान्, कुत्रचित् सन्धिं न कृतवान्, सकारमेव स्थापितवान् इति. इदं दृष्ट्वा एव ब्रश्च तत्रापि ब्रश्च इति किमर्थं न भवेत् इति. विद्या भगिनी किमपि उक्तवती खलु, अस्ति किमपि अन्य भगिनि. अत्र तु पूर्वं ष्ठा इति धातु आसीत्, तत्र तु यदि धातु आदेशः षकारस्य सकारः भवति तत्र ष्ठा इति भवति, अनन्तरं स्था इति आगच्छति, तत्र टकारस्य तकारः मूले तकारः एव. तत्तु भिन्नकार्यं, तत्तु भिन्नकार्यमासीत्, तत्तु धातुवादेशः अस्ति. यद्यपि धातुवादेशः अस्ति तथापि वयम् अस्माभिः लौकिकभाषायां सकारः एव स्वीकरणीयम् इति कृत्वा धातुवादेशः सः इति सूत्रमस्ति. एतत् भिन्नकार्यमस्ति मध्ये मूले षा, तत्तु मूले तु ष्ठा आसीत्, तत्र अपि ष्टुत्वं कृत्वा एव ष्ठा इति आसीत्. अत्रापि तथा नास्ति, मूले षकारः आसीत् किन्तु लौकिकभाषायां सकारः एव प्रयोगं कुर्मः, सकारस्य एव प्रयोगः भवति. षकारस्य अनन्तरं टकारः अपि आसीत् ष्ठा. आम् सत्यम्, आम् सत्यं सत्यं, तत्तु आसीत् किन्तु तत्र तु वदति सत्यं, श्रुत्व सन्धिं कृतमस्ति. तदेव भगिन्याः अपि प्रश्नं, किमर्थं कुत्रचित् धातोः सन्धि कृतवान् पाणिः, कुत्रचित् किमर्थं न कृतवान् इति. यत्र यत्र सन्धिं कृतवान् तत्र तु वयं जानीमः मूले सकारः आसीत् इति, यत्र न यत्र सन्धिं न कृतवान् पाणिनिना तत्र तु सकारः एव अस्ति, अतः मूले प्रश्नः एव इति. सत्यं, किन्तु किमर्थं तथा, प्रायः लौकिकभाषायां भिन्नरूपं स्यात् इति कृत्वा भिन्नभिन्नसन्दर्भेषु न जानामि भगिनि. अस्तु भगिनि, धन्यवादः. यत्र ब्रश इति भवति तत्र तु नित्यं यदि सकारः अस्ति सकारः एव भवतु इति कृत्वा पाणिनिः कृतवान्, अन्यत्र ब्रश इत्यत्र यत्र आवश्यकं तत्र करोतु इति न निर्दिष्टवान् इति प्रायः. परन्तु तादृशसूत्रमपि तादृशमेव अस्ति किल भगिनि, अग्रे तु व्रश्च ब्रश्च इति अस्ति, तत्र तु व्रश्च एव अस्ति. हा, किमर्थं व्रश्च इति नास्ति इति प्रश्नः. अस्तु, पश्यामः महोदय किं वदति इति. धन्यवादः, शुभरात्रिं. एवं वा, अभवत् वा न वा? अस्ति वा? न, तत् वयं दृष्टवन्तः. धन्यवादः भगिनि, सर्वेषां धन्यवादः. राल्लोपः इति विषये अहं पुनः दृष्ट्वा वदामि. अङ्गकार्यमासीत् खलु, तर्हि यदि पदान्ते अस्ति चेत् अपि जलिपरे अस्ति चेदपि उपादायां रेफः वा सकारः वा ककारः अस्ति चेत् विशिष्टकार्याणि भवति इति अद्यतनसूत्राणां सारांशः. रेफः ककारः इति वर्णत्रयम् अस्ति चेत् किमपि अस्ति चेत् किञ्चित् भिन्नसूत्रमस्ति इति कृत्वा. धन्यवादः, तर्हि धन्यवादः. धन्यवादः.